कर्तारं मात्मानं केवलं तु यः पश्यत्या कृतबुद्धि त्वां न पश्यति दुर्मतिः यस्य नाहं कृतो भाव बुद्धिर्यस्या न लिप्यते हत्वापि सा इमान् लोकान् न हन्ति न निबध्यते ज्ञानम् येयम् परिज्ञाता त्रिविधा कर्म चोदना करणम् कर्म कर्तेति त्रिविध कर्म संग्रहः ज्ञानम् कर्म च कर्ता च त्रिभिः गुणभेदतः प्रोच्यते गुणसङ्ख्याने यतावच्छ्रुतान्यपि सर्वभूतेषु येनैकम् भावमव्यायमीक्ष्यते अविभक्तम् विभक्तेषु तज्ज्ञानम् विद्धि सात्विकम् पृथक्तेन तु यज्ज्ञानम् नानाभावम् पृथग्विधा वेति सर्वेषु भूतेषु तज्ज्ञानम् विद्धि राजसम्।